नमः सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अष्टाध्याय्यां सूत्राणां बलाबलचिन्तनम् इति विषयः अनुवर्तते। तत्र अस्माभिः गतवर्गे एकां परिभाषां पठितवन्तः। तत्र पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा। तत्र अस्यां परिभाषायां पूर्वपर इत्यस्मिन् विषये अस्माभिः पूर्वमेव चर्चितं। तर्हि पूर्वपर इत्यस्य कः अर्थः अस्यां परिभाषायाम्? अत्र उमा भगिनी वदतु। पूर्वपर पूर्वपर सूत्राणि अन्यप्रदेशे अन्यस्थले कार्यं कर्तुं शक्यते, परन्तु एककार्यं कर्तुं द्वयोः अपि आगच्छति अत्र पूर्वपर। तर्हि अत्र किं वदामः, तस्मिन् सन्दर्भे किं वदामः? पूर्वपर अत्र यत्र विप्रतिषेधः नास्ति तत्र परसूत्रं अपवाद सूत्रं विपरीत सोरि अपवादसूत्रं कार्यं करोति, किन्तु विप्रतिषेधः नास्ति चेत् परसूत्रमेव कार्यं करोति। विप्रतिषेधः नास्ति चेत् वा? नास्ति चेत् एकं सूत्रमेव आगच्छति कार्यं करोति। पूर्वपर इत्यस्य प्रसङ्गे किं वक्तव्यं? पूर्वपर इति अस्ति चेत् अत्र किं कार्यं करोति? पर इत्यर्थे अपवादम् अपि आगच्छति, नित्यमपि आगच्छति, अन्तरङ्गमपि आगच्छति, सर्वत्र न तथा नास्ति। अत्र केवलं पूर्वपर इत्यस्य एव चिन्तनं, नित्यम् अन्तरङ्गम् अपवादं सर्वं त्यजतु, केवलं पूर्वं परम्। पूर्वसूत्रं परं मीन्स् परसूत्रं परसूत्रम् अपि चेत् डिफ्रेण्ट् वेरैटीस् आर् देर्, सो परसूत्रमपि कार्यं करोति, सन्दे पूर्वसूत्रमपि अपवाद आगच्छति तदेव कार्यं करोति इति गतवर्गे पठितवन्तः। न अस्यां परिभाषायां पूर्वपर इत्यस्य कः अर्थः इति मम प्रश्नः। ओके, पूर्वसूत्रं परसूत्रं पूर्वसूत्रं परसूत्रं तत्र पूर्वपर इत्यत्र कः अर्थः विवक्षितः? तत्र किं लिखितमस्ति करपत्रे? किं लिखितमस्ति एकवारं पठतु। अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति, परसूत्रस्य अपेक्षया नित्यसूत्रं, सो पूर्वसूत्रं पूर्वसूत्रस्य परसूत्रं बलवत् अपि भवति। किमर्थं भवति? तस्मादेव परसूत्रम् इति चेत् सपादसप्ताध्यायी भागे अध्याये पादे सूत्रसङ्ख्या परमपि आगच्छति चेत् तदेव परसूत्रम्। परसूत्रं सत्यं, परसूत्रम् इत्युक्ते तत्र सङ्ख्यादृष्ट्या पाददृष्ट्या परमस्ति चेत् परं, परन्तु किमर्थं परसूत्रं बलवत्? परसूत्रं बलवत् अपि चेत् तत्र एकत्र एक तदेव उदाहरणेन बुद्धिरादेश तत् सूत्रम् अस्मिन् अस्मिन् कार्ये अस्मिन् स्थले एव कार्यं कर्तुं शक्यते, अन्यत् स्थले नास्ति. तस्मादेव परसूत्रं बलवत् इति भवति. अस्तु, ललिता भगिनी किं चिन्तयति? नमस्ते भगिनि. परसूत्रं बलवत् विप्रतिषेधे परं कार्यम् इति सूत्रेण परं सूत्रं बलवत् भवति. किमर्थं विप्रतिषेधे परं कार्यम् इति सूत्रेण? तर्हि विप्रतिषेधे विप्रतिषेधः इत्युक्ते किं? विप्रतिषेधे इत्युक्ते एकस्थले द्वे सूत्राणां प्रसक्तिः अस्ति, तुल्यबलविरोधः इति कारणेन सङ्घर्षण भवति. तत्समये परं कार्यं करोति, परसूत्रं कार्यं करोति. बहु समीचीनं. तर्हि तुल्यबलविरोधः नाम कः? तुल्यबलविरोधः नाम एकत्र और अन्यत्र द्वे स्थले उनका प्रसक्तिः अस्ति. द्वे स्थले इत्यस्य कार्यक्षेत्रे साहाय्यं करोतु. तत्र भगिनी उक्तवती, सम्यक्तया उक्तवती भगिनी, भवती बहु सम्यक्तया उक्तवती. इदानीं विजयलक्ष्मी किञ्चित् साहाय्यं करोतु. तुल्यबलविरोधः नाम कः? यदा एकस्मिन् स्थले एव सूत्रद्वयं कार्यस्य कार्यं कर्तुं शक्नुतः तत्समये द्रष्टव्यं कस्य सूत्रस्य प्रसक्तिः भवति इति. तत्र यदि द्वयोः सूत्रयोः पृथक् पृथक् कार्यक्षेत्रम् अपि भवति अन्यत्र, तर्हि तुल्यबलविरोधः इति उच्यते. द्वयोः सूत्रयोः स्वातन्त्र्येण कार्यं कर्तुम् अन्यस्मिन् स्थाने कार्यं कर्तुं शक्नुवन्ति, तत्र कस्य सूत्रस्य प्रसक्तिः भवति इति वक्तुं न शक्नुमः. तत्समये विप्रतिषेधे परं कार्यं, विप्रतिषेधः तुल्यबलविरोधः समानार्थकः शब्दः, तत्र विप्रतिषेधे परं कार्यम् इति सूत्रम् आगत्य परसूत्रस्य बलम् अधिकं भवति इति वदति. तत्कारणं परसूत्रम् इत्युक्ते पादसङ्ख्या, अध्यायसङ्ख्या, सूत्रसङ्ख्या सर्वं दृष्ट्वा यस्य सूत्रस्य सङ्ख्या अनन्तरं भवति तस्य एव प्रसक्तिः भवति, तस्य एव कार्यं भवति. बहु समीचीनम्, बहु समीचीनं. तत्र ललिता भगिनी अवगतं खलु? अवगतं भगिनि. उमा भगिनी अवगतं वा? आं भगिनी अवगतं. भवती किं कृतवती इति चेत् पूर्वपरप्रसङ्गे एव तत्र नित्यम् अपवादः सर्वम् आनीतवती. तथा प्रथमसोपाने नास्ति चिन्ता. प्रथमसोपाने सर्वदा अस्माभिः किं द्रष्टव्यम् इति चेत् तुल्यबलविरोधः अस्ति वा इति चिन्तनीयं प्रथमं. तुल्यबलविरोधः अस्ति चेत् तत्र अपवादं प्रति न गच्छामः, अपवादस्य प्रसङ्गः एव नास्ति. यत्र तुल्यबलविरोधः अस्ति तर्हि तुल्यबलविरोधः अस्ति वा नास्ति वा इति प्रथमं चिन्तनीयं. तत्र सूत्रयोः तुल्यबलविरोधः तदा एव भवति यदा सूत्रयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति. यत्र अन्यत् सूत्रं कार्यं कर्तुं न शक्नोति. पृथक् एकस्य सूत्रस्य पृथक् क्षेत्रम् अन्यस्य सूत्रस्य पृथक् क्षेत्रम् इति तत्र एकं सूत्रम् अन्यक्षेत्रे कार्यं कर्तुं न शक्नोति, अन्यत् सूत्रं प्रथमसूत्रस्य कार्यक्षेत्रे न कर्तुं शक्नोति इति तादृशसन्दर्भः प्रथमम् अस्ति वा इति चिन्तनीयं. तदनन्तरम् इदानीं द्वयोः सूत्रयोः एकत्र कस्मिंश्चित् स्थले एकत्र द्वयोः प्रसक्तिः अस्ति, तदानीं तत्र तुल्यबलविरोधः इति वदामः. तुल्य बोत् आफ् दम् हेविङ्ग् ईक्वल् स्ट्रेङ्थ्. तादृशसूत्रयोः इदानीम् एकत्र प्रसङ्गः यदा भवति तदानीं तत्र विप्रतिषेधे परं कार्यम् इति परिभाषासूत्रं सहकरोति. तत् सूत्रं किं वदति इति चेत्, यत्र सूत्रयोः तुल्यबलविरोधः अस्ति तदानीं परसूत्रस्य बलम् अधिकं भवति इति सूत्रार्थः अस्ति. तर्हि अत्र अस्यां परिभाषायाम् अपि यद्यपि सूत्रम् अस्ति, पाणिनीयसूत्रमेव अस्ति, विप्रतिषेधे परं कार्यम् इति सूत्रमेव अस्ति, तथापि तत्र परिभाषा तत्र पूर्वपर इति परिभाषायाः तत्र पूर्वपर इति दलस्य आवश्यकता नास्ति. यतोहि विप्रतिषेधे परं कार्यम् इति अस्ति एव, तेन सूत्रेण वयं ज्ञातुं शक्नुमः परसूत्रस्य एव बलम् इति ज्ञातुं शक्नुमः. तथापि एतादृशी परिभाषा पूर्वमेव आसीत्, पाणिनीयसूत्रात् पूर्वमेव एतादृशी परिभाषा आसीत्. अतः तत्र पूर्वपर इति अपि दलमस्ति. पूर्वपर इति दलस्य कः अर्थः इति चेत् तदेव विप्रतिषेधे परं कार्यम्. पूर्वपर इत्युक्ते यत्र तुल्यबलविरोधः अस्ति तत्र परसूत्रस्य कार्यं भवति इति अस्ति. तर्हि पूर्वपर इति प्रसङ्गे पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् इति ज्ञातवन्तः. तदर्थम् उदाहरणमपि अस्माभिः चर्चितं पूर्वं, सुपि च अपि च बहुवचने जल्येत् इति सूत्रद्वयं. तत्र सूत्रद्वयं मनसि स्थापयामः चेत् कदापि तुल्यबलविरोधः इत्यस्य विस्मरणं न जायते. इदानीं तदनन्तरं तत्र तृतीयं दलमस्ति, नित्यं नित्यसूत्रम् इति विषयः अस्ति. पूर्वपर इति चर्चितं, तत्पश्चात् नित्यं नित्यसूत्रं, तत्पश्चात् अन्तरङ्गसूत्रं, तत्पश्चात् अपवादसूत्रम्. अपवादस्य विषये अपि अस्माभिः पूर्वमेव चर्चितम्. अपवादस्य अत्र अपवादस्य किं लक्षणमस्ति, गीता भगिनी वदतु, कदा वदामः अपवादसूत्रमिति. भगिनि अपवादसूत्रम् इत्युक्ते सूत्रस्य अन्तर् एक बृहत् सूत्रम् एकः सूत्रः भवति, तस्य व्याप्तिः बृहत् भवति, तस्मिन् तस्मिन् सूत्रे अन्तर्भूतः एकस्मिन् सूत्रे कार्यं कर्तुं शक्नोति. तस्य अन्यत्र कार्यं कर्तुं न शक्नोति चेत् अपवादसूत्रमिति वक्तुं शक्यते वयम्. हा समीचीनम्. इत्युक्ते एकस्मिन् स्थले सूत्रद्वयं, सर्वत्र सङ्घर्षः भवति खलु, तदानीमेव बलाबलस्य चिन्तनं भवति. एकस्मिन् स्थले एकमेव सूत्रं कार्यं करोति चेत् बलाबलस्य चिन्तनमेव नास्ति, तत् सूत्रं तत्र कार्यं करोति एव. परन्तु एकस्मिन् स्थले सूत्रद्वयं प्रसक्तम् अस्ति चेत् तदानीमेव सङ्घर्षः अस्ति, तदानीमेव बलाबलस्य चिन्तनमपि भवति. तर्हि इदानीं तादृशसन्दर्भः यत्र सूत्रद्वयं प्रसक्तम् अस्ति, तदानीं वयं पश्यामः अनयोः द्वयोः अपि तुल्यबलविरोधः अस्ति वा नास्ति वा इति पश्यामः. तदर्थं किं पश्यामः, विरोधस्य कारणं भवति अन्यत्र लब्धावकाशः स्यात्. बहु सम्यक्. अत्र तत् नास्ति. एकसूत्रस्य लब्धावकाशं भवेत्, अन्तर्भूतः सूत्रः अस्ति कस्य कार्यक्षेत्रं परिचिन्नम् अस्ति, तस्य लब्धावकाशं नास्ति अन्यत्र, ततः तुल्यविरोधः न भवति अत्र. बहु समीचीनम्. इत्युक्ते तत्र पूर्वपरप्रसङ्गः अपि च अपवादः अनयोः कः भेदः इति चेत्, पूर्वपरप्रसङ्गे द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति. तस्य अर्थः कः इति चेत्, पृथक् पृथक् कार्यक्षेत्रम् अस्ति द्वयोः अपि, परन्तु अपवादस्थले केवलम् एकस्य सूत्रस्य पृथक् कार्यक्षेत्रम् अस्ति, अन्यस्य सूत्रस्य पृथक् कार्यक्षेत्रं नास्ति. यदा अनयोः सूत्रयोः एकत्र प्रसङ्गः अस्ति, तत्र एव अत्र अपवादसूत्रस्य कार्यं भवितुम् अर्हति, अन्यत्र कुत्रापि तस्य अवकाशः नास्ति. अतः यत् सूत्रम् अपवादसूत्रमस्ति तस्य अन्यत्र लब्धावकाशः एव नास्ति, तस्य अवकाशः एकस्मिन् स्थले एव अस्ति. यदि तत्र कार्यं न करोति चेत् सूत्रमेव व्यर्थं जायते. तर्हि अस्माकं लक्ष्यं किं पाणिनीयसूत्रेषु? एकमपि सूत्रं व्यर्थं न स्यात् इत्येव अस्माकं लक्ष्यमस्ति. अतः अत्र अपवादसूत्रं यत् सूत्रं केवलम् अत्र एव प्रसक्तम् अस्ति, तादृशसूत्रम् अत्र कार्यं न करोति चेत् व्यर्थं भवति. अतः वयं किं वदामः, तादृशं मा भूत् इति कृत्वा तत्र अपवादसूत्रस्य कार्यमेव तस्मिन् स्थले भवति. तत्र निरवकाशत्वम् अपवादस्य लक्षणम्, निरवकाशत्वम् अपवादस्य लक्षणम् इत्युक्ते तत्र अत्र कार्यं न करोति चेत् अन्यत्र कुत्रापि तस्य अवकाशः नास्ति, एकस्मिन् स्थले एव तस्य अवकाशः कल्पितः पाणिनिना. अतः अस्मिन् स्थले कार्यं न करोति चेत् कुत्रापि अन्यत्र अवकाशः नास्ति, तादृशसन्दर्भे अपवादसूत्रम् इति वदामः. तदर्थम् अस्माकम् उदाहरणमासीत् वृद्धिरेचि अपि च आद्गुणः. यत्र यत्र वृद्धिरेचि आगन्तुम् आगच्छति कार्यं कर्तुम् इत्युक्ते अवर्णात् एचि परे पूर्वपरयोः एकः वृद्धिसंज्ञकः आदेशः भवति. तर्हि यत्र यत्र वृद्धिरेचि आगच्छति तत्र सर्वत्र आद्गुणः इत्यपि आगच्छति. आद्गुणः इत्यस्य कार्यक्षेत्रं बृहत् अस्ति, तस्य अन्यत्र लब्धावकाशः अस्ति, पृथक् कार्यक्षेत्रमपि अस्ति. इकि परे अवर्णात् इकि परे तस्य पृथक् कार्यक्षेत्रम् अस्ति, अतः आद्गुणः इत्यस्य अन्यत्र लब्धावकाशः अस्ति, परन्तु वृद्धिरेचि इत्यस्य अन्यत्र लब्धावकाशः नास्ति, पृथक् कार्यक्षेत्रं नास्ति. यत्र यत्र वृद्धिरेचि आगच्छति तत्र सर्वत्र आद्गुणः अपि आगच्छति. अतः एतादृशसन्दर्भे वृद्धिरेचि कार्यं न करोति चेत् तत्सूत्रं व्यर्थं भविष्यति. तदर्थम् अत्र वृद्धिरेचि एव अत्र कार्यं करोति अपवादबलेन, तदेव अपवादसूत्रमिति अस्माभिः चर्चितम्. तत्र सर्वेषां सूत्राणाम् अपेक्षया अपवादसूत्रमेव बलवत् भवति. तर्हि कुत्रचित् प्रसङ्गेषु अपवादसूत्रम् अस्ति इति जानीमः चेत् तदानीं तत्र पूर्वपर नित्यं वा अन्तरङ्गं वा किमपि तत्र किमपि न चिन्तनीयमेव. यथा तत्र वृद्धिरेचि अपि च आद्गुणः अत्र अपवादप्रसङ्गः इति जानीमः, अतः तत्र अन्यत्र लब्धावकाशः नास्ति. यदा वयं पश्यामः द्वयोः अन्यत्र लब्धावकाशः अस्ति वा नास्ति वा इति पश्यामः, यदि जानीमः एकस्य अन्यत्र लब्धावकाशः नास्ति इति, तदानीम् अपवादसूत्रम् इति वयं वक्तुं शक्नुमः. तस्मिन् सन्दर्भे नित्यं वा अन्तरङ्गं वा इति किमपि चिन्तनं नास्ति, अपि च सूत्रसङ्ख्यायाः महत्त्वमेव नास्ति अपवादस्थले. बुद्धं खलु? इदानीम् अग्रे सर्तुं शक्नुमः. कोऽपि प्रश्नः अस्ति वा? पूर्वपरप्रसङ्गे अपि च अपवादप्रसङ्गे प्रश्नः अस्ति वा? अस्तु, तर्हि अग्रे गच्छेम. तर्हि अत्र अरविन्द महोदय पठतु. पूर्वपरनित्यन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः. अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति. परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति, अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति. यदा उक्तं बलाबलचिन्तनस्य पूर्वसूत्रस्य परसूत्रं बलवत्, परसूत्रस्य बल अपेक्षया नित्यसूत्रं बलवत्, नित्यसूत्रस्य बलया अन्तरङ्गसूत्रं बलवत्, अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति इति उत्तरोत्तरं बलवत् इति दत्तमस्ति अस्मिन् परिच्छेदे. अस्या परीक्षा परिभाषयाः प्रथमतत्त्वद्वयं विप्रतिषेधे परं कार्यम् इत्यस्य एव अभिव्यक्ति. पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्, तत्पश्चात् तत्त्वत्रयं वर्तते, नित्य अन्तरङ्ग अपवाद, येषाम् उपस्थितौ विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं न करोति. अस्मिन् परिच्छेदे नित्य अन्तरङ्ग अपवादानां प्रसक्ति कः इति वदति. तस्य स्थले विप्रतिषेधे परं कार्यं न प्रसक्ति अस् न तस्य प्रसक्तिः भवति इति एवम् अपि उक्तमस्ति अत्र परिभाषा परिभाषा अर्थत्वेन. प्रथमं विप्रतिषेधे परं कार्यं परसूत्रस्य तुल्यबलविरोधस्य विवरणं कृतमस्ति पूर्वतन. अत्र नित्य अन्तरङ्ग तत्त्व त्रीणि अवस्थायां विप्रतिषेधे परं कार्यं न करोति इति वदति. एतावता पूर्वपरय समीचीनं समीचीनम्. अत्र अत्र किञ्चित् पश्यामः. अत्र पूर्वपर इति दृष्टम्, अपवादः इत्यपि दृष्टं. तर्हि तद् इदानीं नित्यम् अन्तरङ्गम् इति अवशिष्टमस्ति. तर्हि अत्र अपवादस्थले तु विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तिः एव नास्ति इति वयं जानीमः. किमर्थं नास्ति विप्रतिषेधे परं कार्यम् इत्यस्य? अपवादसूत्रस्य अन्यत्र लब्धावकाशं नास्ति, एकमेव तस्य प्रसक्तिः अस्ति. तस्य सूत्रस्य व्यस्तभावं न भवतु इति कृत्वा विप्रतिषेधे परं कार्यं न चिन्तनीयं. तत्र केवलम् अपवादसूत्रस्य पृथक् कार्यक्षेत्रम् अस्ति कृत्वा तस्य एव चिन्तनं करणीयम्. हा समीचीनं, बहु समीचीनं. तर्हि अपवादस्थले तुल्यबलविरोधः नास्ति, तुल्य अन्यत्र अन्यत्र लब्धावकाशः नास्ति द्वयोः सूत्रयोः. अतः विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तिः एव नास्ति तत्र. अपवादस्थले पूर्वं वा परं वा इति चिन्तनमेव न भवति. इदानीं नित्यस्थले अन्तरङ्गस्थले विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं करोति वा न वा इति पश्यामः. अस्तु महोदय, धन्यवादः. इदानीम् अग्रे अरुणा भगिनी पठतु. आं भगिनि, एतावता पूर्वपर क्षम्यताम् अस्याः परिभाषायाः एतावता पूर्वपर इत्यनयोः प्रसङ्गे ज्ञातवन्तः वयम्. अधुना नित्य अन्तरङ्ग अपवाद इति प्रसङ्गेषु परिशीलयामः. वयं चर्चितवन्तः तत् परिभाषासूत्र पूर्वपर वयं चर्चितवन्तः. अधुना अन्यपदानि अपि विस्तीकरणं दत्तं. नित्य अन्तरङ्ग अपवाद अग्रे पठतु. नित्यं कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इत्युच्यते. समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्ति अस्ति इति चिन्तयतु. द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिताः तदन्तरम् अपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रमस्ति तत् नित्यसूत्रम् इत्युच्यते. नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत्, अन्तरमपि आसीत्. यदा किञ्चन सूत्रं नित्यम् अस्ति तदा तत् सूत्रं प्रथममेव प्रवर्तनीयम्. नित्यम् इत्यस्मात् कारणात् बलवत्, अतः पूर्वसूत्रं नियमः अस्ति चेत् पूर्वसूत्रं पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सत्य अपि पूर्वम् आयाति अर्थे चिन् अत्र नित्यम् इति किम् इति दत्तं, विवरणं दत्तं. समानकाले समानस्थले सूत्रद्वयं प्रसक्तिः अस्ति इति चेत् एकस्य सूत्रं आगत्य कार्यं करोति, तदनन्तरमपि अपरस्य सूत्रम् आगत्य कार्यं कर्तुं शक्नोति चेत् तदेव नित्यसूत्रं भवति. नित्यसूत्रं नाम तस्य प्रसक्तिः पूर्वमस्ति चेत् वा अनन्तरम् अस्ति इति चेदपि कार्यं कर्तुं शक्नोति, तदेव बलवत् भवति, तदेव प्रथमं प्रवर्तनीयम्. समीचीनं समीचीनम् इति किञ्चित् इतोपि पश्यामः. सम्यक्तया उक्तवती भगिनि. इदानीं सर्वेषाम् अवगमनमस्ति वा इति पश्यामः. अत्र पश्यतु, प्रथमं वाक्यमस्ति नित्यं, कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इति उच्यते. अत्र कृताकृतप्रसङ्गी इत्यत्र कृताकृतप्रसङ्गी इत्यत्र प्रातिपदिकं किम् अस्ति? प्रसङ्गिन् इति. समीचीनं शुभा भगिनी, समीचीनं. कृताकृतप्रसङ्गिन् इति अस्ति, नकारान्तप्रातिपदिकम् अस्ति. यथा तत् गुणिन् इति अस्ति चेत् गुणी इति प्रथमा एकवचने भवति खलु. एवमेव अत्र कृताकृतप्रसङ्गिन् अतः प्रसङ्गी इति पुल्लिङ्गे. अत्र कृताकृतप्रसङ्गी इति कस्य विशेषणम्? विधिः इत्यस्य विशेषणमस्ति खलु. विधिः इत्यस्य विशेषणमस्ति कृताकृतप्रसङ्गी. तर्हि कृताकृतप्रसङ्गी इत्यस्य अर्थः कः? कार्यं कृतं, कार्यं न कृतम् इति. कृतम् अकृतम्. कृतम् अकृतं कस्य? सूत्रस्य प्रसक्तिः, सूत्रस्य प्रवृत्तिः पूर्वं कृतं, सूत्रस्य प्रवृत्तिः न कृतम् इति. सूत्रस्य प्रवृत्तिः एव कृतम् अकृतम्. अत्र कृताकृतम् इति तत्र समस्तपदमस्ति, समस्तपदमस्ति, कर्मधारयसमासः अस्ति, विशेषणोभयपदकर्मधारयः. कृतम् अकृतं द्वयमपि विशेषणमस्ति. कृताकृतं कृताकृतम् इति समस्तपदमस्ति. कृतस्य प्रसङ्गः, कृताकृतस्य प्रसङ्गः, कृताकृतप्रसङ्गः. तत्र इनिप्रत्ययं योजयित्वा कृताकृतप्रसङ्गी इति, प्रसङ्गिन् इति प्रातिपदिकं. तर्हि कृताकृतप्रसङ्गी इति प्रथमा एकवचने. तर्हि कृताकृतप्रसङ्गी इत्युक्ते तत्र नित्यसूत्रस्य अत्र विशेषणमस्ति. नित्यविधिः यदा वदामः, नित्यविधिः, नित्यविधिः इत्यस्य विशेषणमस्ति कृताकृतप्रसङ्गी इति अस्ति. तर्हि नित्यसूत्रस्य लक्षणं किम् इति चेत्, नित्यसूत्रं तादृशसूत्रं यत् कृतम् अपि अकृतम् अपि तस्य प्रसङ्गः भवति. इत्युक्ते तत्र सूत्रद्वयमस्ति, यथा तत्र पूर्वस्मिन् वर्गे मया उक्तम्, ए अपि च बि इति सूत्रद्वयमस्ति. द्वयोः सूत्रयोः एकस्मिन् स्थले प्रसङ्गः अस्ति, प्रसक्तिः अस्ति. इदानीं तयोः मध्ये सङ्घर्षः अस्ति. तर्हि वयं बलाबलस्य चिन्तनं कुर्मः, यतोहि अनयोः सङ्घर्षः अस्ति. तर्हि तस्मिन् सन्दर्भे वयं चिन्तयामः, अत्र ए बि अनयोर्मध्ये अत्र वयं निर्णेतुं न शक्नुमः किं सूत्रम् अत्र कार्यं करोति इति निर्णेतुं न शक्नुमः. तदानीं वयं किं कुर्मः? अस्तु, इदानीं बि सूत्रं प्रथमं कार्यं करोतु इति वयं चिन्तयामः. अस्तु, प्रथमं कार्यं करोति. तत्पश्चात् बि सूत्रस्य कार्यानन्तरम् अपि इदानीं ए सूत्रस्य प्रसङ्गः अस्ति, प्रसक्तिः अस्ति, प्राप्तिः अपि भवितुमर्हति. तादृशसन्दर्भे वयं किं पुनः किं पश्यामः इदानीं बि सूत्रं प्रथमं कार्यं करोति चेत् अपि ए सूत्रं कार्यं कर्तुम् अर्हति, अतः ए सूत्रं नित्यसूत्रम् अस्ति. इदानीं ए सूत्रस्य यदि ए सूत्रं प्रथमं कार्यं करोति, ए सूत्रम् इदानीं प्रथमं कार्यं करोति चेत् तत्पश्चात् बि सूत्रं कार्यं कर्तुम् अर्हति वा इति पश्यामः, उभयता पश्यामः, एकस्मिन् दिशि न, एकस्यां दिशि नास्ति, उभयता पश्यामः. प्रथमं बि सूत्रं कार्यं करोति चेत् तत्पश्चात् ए सूत्रं कार्यं कर्तुम् अर्हति. इदानीं विपरीतदिशि पश्यामः, इदानीं ए सूत्रं प्रथमं कार्यं करोति चेत् बि सूत्रं तत्पश्चात् कार्यं कर्तुं शक्नोति वा न वा इति पश्यामः. इदानीं वयं पश्यामः बि सूत्रं ए सूत्रस्य कार्यानन्तरं कार्यं कर्तुं न अर्हति, कार्यं कर्तुं न शक्नोति. तदानीं वयं वदामः ए सूत्रं नित्यसूत्रम् इति वदामः. तदेव तत्र बि सूत्रस्य कार्यं कृतं चेदपि ए सूत्रस्य कार्यं भवति, बि सूत्रस्य कार्यम् अकृतं चेदपि, कार्यं न कृतं चेदपि ए सूत्रस्य कार्यं भवति. इत्युक्ते किं, बि सूत्रस्य कार्यं कृतम् इत्युक्ते बि सूत्रं प्रथमं कार्यं करोति चेत् अपि ए सूत्रं कार्यं कर्तुं शक्नोति. इदानीम् अकृतम्, अकृतम् इत्युक्ते किं, बि ए सूत्रं प्रथमं कार्यं करोति, बि सूत्रं नास्ति, ए सूत्रं प्रथमं कार्यं करोति चेत् अपि प्रथममपि कार्यं कर्तुं शक्नोति, बि सूत्रस्य कार्यानन्तरमपि कर्तुं शक्नोति, प्रथममपि कर्तुं शक्नोति. तदेव अत्र कृताकृतप्रसङ्गी. बुद्धं वा? एकः प्रश्नः भगिनि, ये सूत्रं कार्यं कृतं तस्यां दिशायां बि सूत्रस्य कार्यस्य प्रसक्तिः नास्ति वा? बि सूत्रस्य इदानीं बि सूत्रं नित्यसूत्रं नास्ति चेत् ए सूत्रस्य कार्यानन्तरं बि सूत्रस्य प्रसक्तिः एव न भवति. नित्यं नास्ति खलु, केवलं नित्यं यत् सूत्रं नित्यम् अस्ति तदेव अनन्तरमपि कार्यं कर्तुं शक्नोति. सर्वाणि सूत्राणि नित्यसूत्राणि न सन्ति खलु, केवलं केचन कानिचन सूत्राणि नित्यसूत्राणि. अतः यत् सूत्रं नित्यसूत्रमस्ति तस्य एव तादृशप्रसङ्गः अस्ति, इत्युक्ते अन्यस्य सूत्रस्य कार्यानन्तरमपि एतत् कार्यं कर्तुं शक्नोति, इत्युक्ते तादृशबलम् अस्ति. इत्युक्ते ए सूत्रस्य निमित्तेषु तादृशनिमित्तम् अस्ति यद् बि सूत्रस्य निमित्तं न इति निमित्तम् आश्रित्य नास्ति. इत्युक्ते ए सूत्रस्य सर्वाणि निमित्तानि इण्डिपेण्डेण्ट् सन्ति, स्वतन्त्रतया कार्यं कर्तुम् अर्हति. अतः ये बि सूत्रं कार्यं करोति वा न वा इति प्रश्नः एव नास्ति, ये सूत्रं सर्वदा कार्यं कर्तुं शक्नोति एव. तथा अस्ति चेत् तत्र ए सूत्रं नित्यसूत्रम्. इदानीं तत्र उदाहरणं दृष्ट्वा अनन्तरं पश्यामः, तदानीं स्पष्टता जायेत. अस्तु, इदानीं तत्र कृताकृतप्रसङ्गी यः विधिः सः विधिः नित्यः. तर्हि लक्षणं किं, नित्यसूत्रस्य कृताकृतप्रसङ्गी इत्येव लक्षणमस्ति. तर्हि अत्र किम् उक्तमस्ति, एकस्मिन् स्थले एव सूत्रद्वयं प्रसक्तम् अस्ति, द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता. इत्युक्ते किं, सूत्रद्वयोर्मध्ये इदानीं बि सूत्रस्य कार्यं कृतम् एकस्मिन् स्थले, बि सूत्रस्य कार्यं कृतं, तदनन्तरम् अपि ए सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां तत्र ए सूत्रं नित्यसूत्रम् इति उच्यते. नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत्. प्रथमं यदा बि सूत्रं कार्यं करोति इति यदा वयम् उक्तवन्तः, तस्यां दशायाम् अपि ए सूत्रस्य प्रसक्तिः आसीत्. बि सूत्रस्य कार्यानन्तरमपि तस्य प्रसक्तिः अस्ति, प्राप्तिः अपि अस्ति. तदानीं ए सूत्रं नित्यसूत्रम् इति वदामः. यत्र नित्यसूत्रमस्ति तदानीं प्रथमं तस्य कार्यं भवति, यतोहि नित्यसूत्रं बलवत् भवति. इत्युक्ते अस्माकं मनसि वयं चिन्तयामः, ओ बि सूत्रं कार्यं करोति चेत् तदनन्तरं ये सूत्रं कार्यं करोति वा इति चिन्तयामः. यदि ये सूत्रं कार्यं करोति चेत् अस्तु, ये सूत्रं नित्यमस्ति. इदानीं बि सूत्रस्य का गतिः, बि सूत्रमपि नित्यसूत्रमस्ति वा इति चिन्तनीयं. कुत्रचित् तादृशसन्दर्भः अपि भवितुम् अर्हति यत्र सूत्रद्वयमपि एकस्य कार्यानन्तरम् अन्यत् कार्यं कर्तुं शक्नोति, तथापि भवति. अतः इदानीं चिन्तनीयम्, इदानीम् ए सूत्रस्य कार्यानन्तरं बि सूत्रं कार्यं कर्तुम् अर्हति वा इति चिन्तनीयं। यदि न कर्तुं न अर्हति तदानीं स्पष्टतया ज्ञायते बि सूत्रं नित्यसूत्रं नास्ति, ए सूत्रम् एव नित्यसूत्रम् इति वयं स्पष्टतया ज्ञातुं शक्नुमः। अतः मनसि चिन्तनीयं यत्र सूत्रयोः मध्ये सङ्घर्षः अस्ति तदानीम् एतादृशचिन्तनं करणीयं मनसि, इत्युक्ते साक्षात् कार्यं भवति इति नास्ति, अस्माकं मनसि चिन्तनम् अस्ति। तदानीं यदा निर्णयः भवति अस्तु ए सूत्रमेव नित्यसूत्रं तदानीम् ए सूत्रस्य कार्यं भवति, तावदेव। बुद्धं वा? इत्युक्ते द्वयोः सूत्रयोः मध्ये सङ्घर्षः अपि अस्ति इति वा? सङ्घर्षः अस्ति तदानीमेव बलाबलचिन्तनं खलु, सङ्घर्षः नास्ति चेत् बलाबलचिन्तनमेव नास्ति। एकस्मिन् स्थले एकमेव सूत्रं कार्यं करोति चेत् तद् नित्यं वा किमपि तादृशचिन्तनमेव नास्ति, तदेव कार्यं करोति। अवर्णात् इकि परे, अवर्णात् इकि परे केवलम् आद्गुणः एव कार्यं करोति खलु, तत्र चिन्तनं कुर्मः वा वृद्धिरेचि कार्यं करोति वा इति चिन्तनं कुर्मः वा? न कुर्मः खलु, तत्र बलाबलस्य चिन्तनमेव नास्ति। यत्र सूत्रद्वयं प्रसक्तम् अस्ति तत्र एव चिन्तनं भवति खलु, तत्रैव सङ्घर्षः। अतः यत्र कुत्रापि बलाबलस्य चिन्तनम् अस्ति तत्र सूत्रद्वयम् अपेक्षितं, सूत्रद्वयं त्रयं वा यत्किमपि अपेक्षितम्। एकमेव सूत्रमस्ति चेत् बलाबलस्य चिन्तनमेव नास्ति। अस्तु इदानीम् उदाहरणं पठामः, भवत्येव पठतु राजी भगिनि। तुदति इति वृत्तान्तः, तुद् योगः लट्, वर्तमाने लट् इति सूत्रेण लट् तुद् योगः इति लट् ति प्रथमपुरुषस्य एकवचन तिप् तिप् तद्धि सिप् तस्थ मिब् वस्म स्था तां झ था सां ध्वम् इड् वहि महि इति सूत्रेण तुद्योगः ति इति वयं योजयामः। तुद्योगः श योगः ति, तुदादिभ्यः शः इति सूत्रेण शकारस्य लोपानन्तरम् आ एव अवशिष्यते। तुद्योगः आ योगः ति, तुदति इति रूपं निष्पन्न। अत्र इदानीं न एकक्षणम्, इदानीं यद्भवती पठितवती तत्र वदतु कुत्रचित् सङ्घर्षः दृश्यते वा इति भवती एव चिन्तयतु, पठनस्य आवश्यकता नास्ति, भवती चिन्तयतु, क्रमेण चिन्तयतु किम् उक्तं, कुत्रचित् सङ्घर्षः अस्ति वा? अत्र सङ्घर्षः नास्ति इति अहं चिन्तयामि। सूत्र अत्र प्रथमसूत्रं परसूत्रम् इति एव नास्ति किल, तुद्योगः लट् इत्यत्र तुद्योगः लट् इत्यनेन लट् लटः विधानं, लट्लकारस्य विधानं, तदनन्तरं तत्र तुद्योगः लटः स्थाने तिप् लस्य इति सूत्रेण तिबादयः विधीयन्ते लस्य इत्यनेन, तर्हि लटः स्थाने तिङ् प्रत्ययः आयाति प्रथमपुरुषे एकवचने। इदानीं चिन्तयतु तुद्योगः ति इत्यत्र तुदादिभ्यः शः इति सूत्रस्य प्रसक्तिः अस्ति, अन्यत् किमपि प्रसक्तम् अस्ति वा तत्र? यदि अहं यदि वयं तत्र पीत्वा अपित्वा इति चिन्तनीयं वा? किं तिङ् प्रत्ययः खलु, तिङ् प्रत्ययः अत्र शकारः तत्र तिप् पित् अस्ति अतः गुणः भवितुम् अर्हति गुणस्य, परन्तु अत्र सूत्रेण सर्वधातुक आतधातुकयोः इति सूत्रेण गुणः भवितुम् अर्हति, परन्तु तत्र पश्यतु सार्वधातुक अर्धधातुकयोः इति नास्ति, ओ न न न पुगन्तलघुपदस्य च इति पुगन्तलघुपदस्य च इति सूत्रेण तत्र तकारस्य अनन्तरम् उपधायाम् उकारः अस्ति, कस्य उकारः अस्ति, ह्रस्व उकारस्य गुणः भवितुम् अर्हति पुगन्तलघुपदस्य च इति सूत्रेण. अतः इदानीं तुद्योगः ति इत्यत्र कयोः सूत्रयोः प्रसक्तिः? पुगन्तलघुपदस्य च, तदनन्तरं तुदादिभ्यः शः. सुदादिभ्यः शः इत्यनेन किं भवितुमर्हति? सुदादिभ्यः शः इत्यनेन तत्र विकर्णप्रत्ययस्य योजनं कृत्वा अङ्गकार्यं भवति. न न, सुदादिभ्यः शः इति सूत्रेण किं भवति? तुदादिभ्यः शः इत्यनेन तुदादिगणे शः श इति विकरणप्रत्ययः अस्ति इति जानीमः. तदेव विकरणप्रत्ययस्य विधानम्. विधानम् आम्, विकरणप्रत्ययस्य विधानम्. इदानीं सूत्रद्वयं प्रसक्तम् अस्ति खलु? एकमस्ति पुगन्तलघुपदस्य च, अन्यत् अस्ति सुदादिभ्यः शः. इदानीं पश्यतु, कथं जानीमः एकस्मिन् स्थले अस्ति इति? अत्र तु एकस्मिन् स्थले नास्ति खलु. तुद् इत्यत्र तु उकारः अन्यत्र अस्ति, श इति अन्यत्र अस्ति. कथं जानीमः एकस्मिन् स्थले, एकस्मिन् स्थले सङ्घर्षः अस्ति वा नास्ति वा इति कथं जानीमः? एकस्मिन् स्थले अस्ति चेत् एव अङ्गकारस्य विधानं भवति किल? न, मम प्रश्नः अस्ति, सुदादिभ्यः शः अपि च पुगन्तलघुपदस्य च अनयोः एकत्र सङ्घर्षः अस्ति इति इदानीम् उक्तं खलु? कथं जानीमः एकत्र सङ्घर्षः अस्ति इति? किं दृष्ट्वा वयं जानीमः? तत्र पृथक् पृथक् कार्यं कर्तुं शक्नोति वा अथवा एकस्मिन् स्थले एव अस्ति वा इति सूत्रसङ्ख्या दृष्ट्वा एव. न, अत्र पश्यतु, सङ्घर्षः यद् बलाबलस्य चिन्तनं कदा भवति? यदा सङ्घर्षः अस्ति चेत् एव. हा, यदा सूत्रयोः सङ्घर्षः अस्ति, सङ्घर्षः अस्ति, तर्हि अत्र एकस्मिन् स्थले इत्युक्ते किम् अस्ति? अत्र तुद् तु तत्र उपादायाम् उकारः अस्ति, परन्तु श इति प्रत्ययः तु अन्यत्र अस्ति. कथम् एकस्मिन् स्थले इति वदामः? एकस्मिन् स्थले तु नास्ति. नास्ति एकस्मिन् स्थले नास्ति इति कृत्वा सङ्घर्षः नास्ति. सङ्घर्षः नास्ति इति भाति खलु? अस्तु, तर्हि अत्र शुभदा भगिनी, भवत्याः चिन्तनं किम्? श्रूयते वा भगिनि? श्रूयते. तत्र तुद् योगः ति अत्र तत्र कर्तरि शप् इत्यनेन कर्त्रर्थक व्यवहारः अस्ति चेत् तत्र शप् इत्यस्य प्रसक्तिः अस्ति इति. तत्पश्चात् कर्तरि शप् इत्यनेन शप् इति आयाति, परन्तु तुदादिभ्यः शः इति तस्य अपवादसूत्रमस्ति इति कारणेन शप् प्रबाध्य श इति तत्र आयाति. हा, बहु समीचीनं भगिनि, बहु सम्यक् इति. तत्र अपवादस्य चिन्तनमपि अस्ति खलु? पश्यन्तु सर्वे, अत्र कर्तरि शप् इति सूत्रं प्रथमम् आयाति, यतोहि उत्सर्गः अस्ति. तर्हि तत् सूत्रं प्रबाद्य सुदादिभ्यः शः इति सूत्रम् आगच्छति. किमर्थम् आगच्छति अपवादः इति किमर्थं वदामः? किमर्थं करोति चेत् कुत्रापि कार्यं कर्तुम् अवकाशः एव नास्ति. कार्यं न करोति चेत् कुत्रापि तत् सूत्रस्य कार्यस्थलं नास्ति, अतः अपवादः वयं वदामः. सम्यक्, तर्हि अत्र सुदादिभ्यः शः इति सूत्रस्य कार्यं केवलं सुदादिगणे गणिभ्यः धातुभ्यः एव तस्य कार्यमस्ति, विधानमस्ति, अन्यत्र कुत्रापि नास्ति तस्य कार्यम्। अतः तुदादिभ्यः शः इत्यस्य अपि च कर्तरि शप् अनयोः तुल्यबलविरोधः अस्ति वा? शुभदा भगिनी वदतु। तत्र तुल्यबलविरोधः नास्ति, किमर्थं चेत् तुदादिभ्यः शः इत्यस्य अन्यत्र कोऽपि लब्धावकाशः नास्ति। तुदादिभ्यः शः सूत्रं यदि अत्र कार्यं न करोति चेत् तत्र निरवकाशः भवति। अतः तस्य निरवकाशं तत् सूत्रं निरवकाशं न भवेत् इति कारणेन अत्र तत् सूत्रमेव कार्यं करोति, न तु कर्तरि शप्। बहु सम्यक्। तर्हि अत्र तुदादिभ्यः शः इत्यस्य अन्यत्र लब्धावकाशः नास्ति, परन्तु कर्तरि शप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा नास्ति वा? यतोहि तत्र सूत्रद्वयोः सूत्रयोः चिन्तनं करणीयं खलु। इदानीं कर्तरि शप् इत्यस्य अपि अन्यत्र लब्धावकाशः नास्ति चेत् तदपि अपवादः भवितुम् अर्हति खलु। तर्हि कर्तरि शप् इत्यस्य का गतिः? कर्तरि शप् इति तु औत्सर्गिकसूत्रमस्ति, सामान्यसूत्रं। तत्तु प्रत्येकप्रसङ्गे तस्य सूत्रस्य प्रसक्तिः अस्ति एव। परन्तु कुत्र अस्ति तादृशस्थलं? प्रत्येकगणे अस्ति, यत्र यत्र कर्तर्थक अर्थे कर्तर्थक अर्थे व्यवहारः भवति, भवितुम् अर्हति, अस्माकं विवक्षा अस्ति तत्र। तत्र सर्वत्र कर्तरि शप् इत्यस्य प्रसङ्गः अस्ति एव, परन्तु गणस्य विचारं कृत्वा गणानुसारेण एव तस्य अपवाद अन्यत् अपवादसूत्राः भवन्ति। यदा उदाहरणार्थम् अत्र तुदादिगणः अस्ति चेत् अत्रापि कर्तरि शप् इति इत्यनेन शप् इति आयाति, परन्तु तुदादिभ्यः शः इत्यस्य अन्यत्र लब्धावकाशः नास्ति। तुदादिभ्यः शः अत्र एव कार्यं कर्तुं शक्नोति, अतः अत्र कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति। तुदादिभ्यः इत्यनेन शः इति एव आयाति, अतः तुदादिभ्यः शः इति अपवादसूत्रमस्ति अत्र। समीचीनं भगिनि, समीचीनं। हा, बुद्धं तत्र तुदादिभ्यः शः इति अपवादसूत्रमिति बुद्धं, परन्तु कर्तरि शप् इति उत्सर्गसूत्रमिति अपि अवगच्छामः, परन्तु अन्यत्र लब्धावकाशः कुत्र अस्ति इति प्रदर्शनीयं खलु। कर्तरि शप् भवती उक्तवती, कर्तरि शप् इत्यस्य प्रत्येकस्मिन् गणे तस्य प्रसङ्गः अस्ति एव इति उक्तवती, परन्तु प्रत्येकस्मिन् गणे अपि कर्तरि शप् सूत्रं प्रबाद्य अन्यत् सूत्रं कार्यं करोति खलु। तर्हि तस्य अन्यत्र पृथक् कार्यक्षेत्रं कुत्र अस्ति? पृथक् कार्यक्षेत्रं भुवादिगणे अपि च चुरादिगणे अस्ति इति वक्तव्यम्, इति वक्तव्यं। चुरादिगणे तस्य भुवादिगणे तु अस्ति एव, अपि च चुरादिगणे अपि तस्य अन्यत्र लब्धावकाशः अस्ति खलु। न केवलं चुरादिगणे, अपि तु यथा तत्र धातुतः णिच् प्रत्ययं योजयामः, निजन्तधातुः यदा सिद्ध्यति, पट्योगः णिच्, पाटी इति नूतनधातुः अस्ति, पाटी इति नूतनधातुतः अपि शप् शप् विधानं भवति खलु। तर्हि कर्तरि शप् इत्यस्य प्रसङ्गः बहुत्र अस्ति, अतः तस्य अन्यत्र लब्धावकाशः अस्ति इति स्पष्टतया प्रतिपादयितुं शक्नुमः, परन्तु तुदादिभ्यः शः इति तथा नास्ति। तस्य प्रसङ्गः केवलं तुदादिगणे एव, अतः कर्तरि शप् इति सूत्रं प्रबाद्य तुदादिभ्यः शः इति सूत्रम् आगच्छति। तर्हि अत्र तुद्योगः ति इति स्थले कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति, तुदादिभ्यः शः इत्यस्य प्रसक्तिः अस्ति, उगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति। तर्हि कथं चिन्तयामः इदानीम् इति चेत्, कर्तरि शप् अपि च पुगन्तलघुपदस्य च अनयोः सम्बन्धः एव नास्ति अत्र। अतः वयं किं कुर्मः, कर्तरि शप् अपि च तुदादिभ्यः शः अनयोः प्रसङ्गे वयं चिन्तयामः प्रथमम्। अनयोः मध्ये किम् अपवादः अथवा द्वयोः अन्यत्र लब्धावकाशः अस्ति वा अथवा अत्र कीदृशसम्बन्धः अस्ति इति प्रथमं चिन्तयामः। तर्हि चिन्तनं कृत्वा वयं जानीमः तुदादिभ्यः शः इति अपवादसूत्रम् अस्ति, अतः कर्तरि शप् औट् आफ् द पिक्चर्। इदानीं तुदादिभ्यः शः अपि च पुगन्तलघुपदस्य च अनयोः एव प्रसङ्गः अस्ति। इदानीं अत्र मम प्रश्नः इदानीमपि अस्ति, कथं जानीमः अत्र एकस्मिन् एव स्थले अत्र कार्यमस्ति वा न वा इति कथं जानीमः? इदानीम् अत्र वंशी भगिनी वदतु। आं भगिनि, तत्र फुगन्तलघुपदस्य च तुद् योगहति इत्यस्मिन् फुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अपि अस्ति, तुदादिभ्यः शः इत्यस्य प्रसक्तिः अपि अस्ति। तत्र फुगन्तलघुपदस्य च इत्यनेन गुणः भवितुमर्हति, यतोहि इकः उपधायाम् इक् वर्णः अस्ति। तत्र फुगन्तलघुपदस्य इत्यनेन गुणः भवितुमर्हति, परन्तु तुदादिभ्यः शः यत्र श इति मध्ये आगच्छति तत्र अपित् अस्ति, अतः अस्य कारणेन गुणः निषेधः भवति, अतः तस्य द्वयोः मध्ये सङ्घर्षः भवति, यतोहि गुणकार्यं भवितुम् अर्हति वा गुणकार्यं निषेधः भवति वा इति। अस्य एकस्मिन् स्थले एव द्वयोः सूत्रयोः प्रसक्तिः अस्ति, अपि च सङ्घर्षः अपि भवति। सम्यक् वा भगिनि? हा, समीचीनं समीचीनं, सङ्घर्षः अपि भवति। अपि च वयं पश्यामः चेत् अत्र किम् अपि च किं द्रष्टव्यम् इति चेत् अत्र तिङ् इति ति इति प्रत्ययम् आश्रित्य एतानि कार्याणि भवन्ति खलु। अत्र निमित्तं समानं, यत्र निमित्तं समानम् अस्ति तत्रापि वयं तत्र समानस्थलम् इति वदामः, यतोहि अत्र कार्यम् अत्र ति इति प्रत्ययम् आश्रित्य भवति फुगन्तलघुपदस्य च इति कार्यं, ति इति प्रत्ययम् आश्रित्य भवति तुदादिभ्यः शः इति कार्यम्। अत्र ति इति प्रत्ययम् आश्रित्य पुगन्तलघुपदस्य च इति कार्यं भवति इत्यस्य कः अर्थः? ति तिप् तिप् अस्ति, पित् अस्ति, अतः तिप् सार्वधातुकार्धधातुकयो न पुगन्तलघुपदस्य च इत्यनेन तत्र यतोहि निमित्तं किम् अस्ति तस्मिन् सूत्रे पुगन्तलघुपदस्य च इति सूत्रे? सार्वधातुकप्रत्ययः भवेत्, यतः तत्र सार्वधातुक नो चेत् अर्धधातुकप्रत्ययः भवेत्, अतः तिप् इति सार्वधातुकप्रत्ययः अस्ति, अतः तस्य कारणेन गुणः भवितुम् अर्हति इति विषयः अस्ति। तत्र ति ति इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अस्ति इति कृत्वा तत्र गुणस्य प्रसङ्गः अस्ति। अपि च ति इति प्रत्ययः पुनः सार्वधातुकः अस्ति, कर्त्रार्थकः अस्ति इति कृत्वा तुदादिभ्यः शः इत्यस्य प्रसक्तिः अस्ति। इत्युक्ते पश्यामः चेत् पुगन्तलघुपदस्य च इति सूत्रे यत् निमित्तम् अस्ति तदेव निमित्तमस्ति तुदादिभ्यः शः इत्यस्यापि, अतः इदानीं समाननिमित्तम् आश्रित्य कार्यं भवितुम् अर्हति अर्हति वा इति प्रश्नः। सूत्रद्वयम् अस्ति, द्वयोः निमित्तं समानम् अस्ति, तत् निमित्तम् आश्रित्य अत्र अनयोः मध्ये सङ्घर्षः अस्ति। यद्यपि कार्यस्थलं कार्यस्थलं समानं नास्ति, तु इत्यत्र उपादायम् अस्ति, श इत्यत्र अन्यत्र अस्ति, तथापि अत्र निमित्तम् आश्रित्य एकस्मिन् निमित्तम् आश्रित्य अत्र कार्यमस्ति, इत्युक्ते एकं निमित्तम् आश्रित्य कार्यमस्ति। क्षम्यताम्, इत्युक्ते द्वयोः निमित्तं तिप् प्रत्ययः इति किल? हा, सत्यं, द्वयोः निमित्तं समानम् अस्ति, तादृशनिमित्तम् आश्रित्य इदानीं सूत्रद्वयं कार्यं कर्तुम् आगच्छति। अस्तु, इदानीं अग्रे न सिद्ध्यति खलु? हा, पश्यामः, इष्टरूपं न सिद्ध्यति, सर्वं चिन्तयामः इदानीम्। अस्तु, तर्हि लक्ष्मीभगिनी अग्रे पठतु। आं भगिनि, अत्र तुत् धातोः वर्तमाने लट् इत्यनेन लट् कर्तव्यः, तदा लट् स्थाने तिबादयः भवन्ति, एकवचनविवक्षायां तिप् प्रत्ययः, तुद् योगति, इदानीं ति प्रत्ययः, तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः, अतः सार्वधातुकार्थधातुकयोः इति अनुवर्तमाने पुगन्तलघुपदस्य च इत्यनेन गुणः प्राप्यते, तुद्योगति पुगन्तलघुपदस्य च इत्यनेन तोद् योगति इति भवति। अत्र तुद्योग तुत् धातोः वर्तमाने लट् इति सूत्रेण लट् विवक्षायां वर्तमाने लट् इति सूत्रेण लट् विधीयते, तदा लुट् तुद्योग लट् इति रूपं, लट् स्थाने तिप्तश्चि इति सूत्रेण तिबादयः भवन्ति, तदा तुद्योग ति इति प्रथमपुरुष एकवचने तिप् प्रत्ययः आयाति. इदानीं ति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति तिंशित् सार्वधातुकम् इति सूत्रेण. सार्वधातुकप्रत्ययः परे अस्ति इति कृत्वा सार्वधातुक अर्थधातुकयोः इति सूत्रेण गुणकार्यं भवितुम् अर्हति. किन्तु अत्र तुति धातुः न सार्वधातुक अर्धधातुकयोः इति नास्ति, पुगन्तलघुपदस्य च. सत्यं, तदेव वदामि भगिनि. तुद् इति धातुः अत्र लघुपदम् अस्ति इति कृत्वा पुगन्धलघुपदस्य च इति सूत्रेण गुणः भवितुम् अर्हति. तदा तुद्योग ति इति पुगन्धलघुपदस्य च इति सूत्रेण तोद् इति रूपं प्राप्यते इति दत्तमस्ति. अग्रे पठतु. नाम मध्ये श विकर्णप्रत्ययः तदानीं न भवति चेत् गुणस्य प्राप्तिः. तुदादिभ्यः शः इत्यनेन श प्रत्ययः करणात् प्राक् तिपं निमित्तीकृत्य गुणः भवति पुगन्धलघुपदस्य च इत्यनेन. तुदादिभ्यः शः इति सूत्रं प्रति पुगन्धलघुपदस्य च तु परसूत्रम्, अतः तस्य कार्यं पूर्वं स्यात्. अनेन चिन्तनेन तुद्योगति पुगन्धलघुपदस्य च तोद्योगति तुदादिभ्यः शः तोद्योग आयोगति तोदति. किन्तु इदं रूपम् अनिष्टं, तर्हि किं कर्तव्यम्? इदानीं तोद्योगति इति इत्यस्यां स्थित्यां मध्ये श इति विकर्णप्रत्ययः तुदादिभ्यः शः इति सूत्रेण आयाति चेत् पुगन्धलघुपदस्य च इत्यनेन यत् गुणः सम्भवति स्म तत् न भवति स्म यदा श इति विकर्णप्रत्ययः पूर्वमेव आयाति चेत्. यथा तुद्योगति इत्यस्मिन् इत्यस्यां स्थित्यां पुगन्धलघुपदस्य च इत्यनेन तोद्योगति इति भवति. यदा श इति विकर्णप्रत्ययः अत्र भवति चेत् तोदति इति रूपमेव भवति, यतोहि अत्र गुणकार्यं पूर्वमेव अभवत्. किन्तु एतत्तु अनिष्टरूपम् अस्ति. यदा पूर्वमेव पुगन्धलघुपदस्य च इत्यनेन तोद् इति रूपं भवति, तदनन्तरं श इति विकर्णप्रत्ययः आयाति इति चेत् रूपं तोदति इति रूपं भवति. किन्तु एतत्तु अनिष्टरूपम् अस्ति. किमर्थं पुगन्तलघुपदस्य च इति प्रथमं कार्यं कुर्यात्? परसूत्रं हा, अत्र पूर्वसङ्ख्या दृष्ट्वा पुगन्तलघुपदस्य च इति सूत्रं सप्तमाध्याये अस्ति, अतः तुदादिभ्यः शः तु तृतीय अध्याये भवति. अतः परसूत्रम् इति कृत्वा पूर्वं तस्य कार्यं कारितं चेत् न अस्तु, परसूत्रम् अस्ति, परन्तु किमर्थम् अत्र परस्परम् इति चिन्तयामः? तुल्यबलं विप्रतिषेधं परसूत्रम् इत्यनेन परसूत्रं बलवत् इति चिन्तयति चेत् तुल्यबलविरोधः अस्ति इति चिन्तयति चेत् हा, परन्तु अत्र तुल्यबलविरोधः अस्ति वा? तुल्यबलविरोधः अन्यत्र अन्यत्र लब्धावकाशः अस्ति. तुदादिभ्यः शः इत्यस्य अन्यत्र लब्धावकाशः, पुगन्धलघुपदस्य च अन्यत्र अवकाशः, तस्य एकत्र प्राप्तिः, अतः तुल्यबलविरोधः अस्ति. बले सूत्रे तुदादिभ्यः शः इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा? क्षम्यतां, तुदादिभ्यः शः अत्र एव कार्यं करोति, कार्यक्षेत्रं लघुः अस्ति, अत्र एव कार्यक्षेत्रं. पुगन्धलघुपदस्य अन्यत्र लब्धावकाशः अस्ति, अतः तुल्यबलविरोधः नास्ति. तर्हि तुदादिभ्यः श इति अपवादसूत्रम् इति वक्तुं शक्यते वा पुगन्तलघुपदस्य च इत्यस्य? तदपि न वक्तुं शक्नुमः. न पुगन्तलघुपदस्य च इत्यस्य अपवादसूत्रमिति न वक्तुं शक्नुमः. इत्युक्ते प्रथमं तत्र किं भवती किम् उक्तवती, तुल्यबलविरोधः नास्ति. प्रथमं तुल्यबलविरोधः अस्ति वा इति पश्यामः चेत् अनयोः तुल्यबलविरोधः नास्ति, यतोहि द्वयोः अन्यत्र अन्यत्र लब्धावकाशः नास्ति. पुगन्तलघुपदस्य च इत्यस्य अस्ति, परन्तु तुदादिभ्यः शः इत्यस्य नास्ति, तुल्यबलविरोधः नास्ति. तर्हि इदानीं तुदादिभ्यः शः अपवादसूत्रमस्ति वा इति प्रश्नः उदेति. तर्हि अपवादसूत्रं नास्ति इति उक्तवती, किमर्थम्? किमर्थम् अपवादसूत्रस्य लक्षणं तु निरवकाशत्वं, किन्तु अत्र कथं वक्तव्यम् इति न जानामि भगिनि. किं समानकार्यं नास्ति न भगिनि? पुगन्तलघुपदस्य च गुणः भवति, तुदादिभ्यः शः तु शप्रकरणप्रत्ययः मध्ये आगच्छति, तर्हि अपवादस्य प्रसक्तिः एव नास्ति किल तत्र. कार्यक्षेत्रं तु भिन्नस्थले भवति किल. अपवादसूत्रं नास्ति, परन्तु किमर्थम् इति इदानीं पश्यामः. अत्र किञ्चित् चिन्तनीयं भवति. अस्तु, गीताञ्जलि भगिनी, एतावता अवगतं वा? किम् अवगतम्? आं भगिनि, नित्यम् इति सूत्रं कीदृशसूत्रं? नित्यम् इत्युक्ते यत्र सूत्रद्वयं प्रसक्तिः, किन्तु एकं सूत्रम् अन्यसूत्रस्य कार्यं कृत्वा अपि प्रसक्ति चेत् नित्यमस्ति. तत् बलवत् अस्ति, नित्यं सूत्रं बलवत् अस्ति. अत्र उदाहरणरूपेण तुदादि इति वयं स्वीकृत्य तुद् धातुयोगः वर्तमाने लट् सूत्रेण विवक्षा लट् अस्ति चेत् तुद् योगः लट् अस्ति. तदनन्तरं लट् स्थाने तिङ् प्रत्यय आयाति तिप्तजि इति सूत्रेण. तदनन्तरं चिन्तनं भवति इत्युक्ते अधुना कानि कानि सूत्राणि प्रसक्तिः अत्र. एकं तु कर्तरि शप् इति तु औत्सर्गिकसूत्रं प्रसक्ति एव सर्वदा इति स्थले प्रसक्ति, किन्तु तस्य कार्यक्षेत्रं बृहत् अस्ति, अपि च अन्यत्र लब्धावकाश भ्वादिगणे अस्ति. तुदादिभ्य शः अपि अत्र एव प्रसक्ति, किन्तु तुदादिभ्य शः इति सूत्रस्य कार्यक्षेत्रं लघु अस्ति, अत्र एव प्रसक्तिः, अन्यत्र कुत्रापि लब्धावकाश नास्ति चेत् तुदादिभ्यः शः अपवादत्वेन कार्यं करोति. अधुना प्रश्न उदेति, तुद् इति धातु उदुपदधातु अस्ति, अतः पुगन्तलघुपदस्य च प्रसक्तिः अस्ति वा न वा? प्रसक्ति तु अस्ति, किन्तु इत्युक्ते सार्वधातुकप्रत्यये परे प्रसक्ति पुगन्तलघुपदस्य उदुपदधातु इत्यनेन प्रसक्ति अस्ति. अत्र सार्वधातुकप्रत्यये तिप् अस्ति एव, किन्तु अत्र तुदादिभ्यः शः अपि प्रसक्तिः. विकरणप्रत्यय प्रथम आयाति वा गुणकार्यं प्रथमं भवति वा इति चिन्तनम् अस्ति इति प्रश्नः अस्ति. अधुना वयं जानीमः कार्यं किञ्चित् निमित् द्वे सूत्रद्वय द्वयोः कृते निमित्तं तु समानम् अस्ति, अपि च पुगन्तलघुपदस्य च इति सूत्रं परसूत्रमस्ति, किन्तु तुदादिभ्यः शः तु अन्यत्र कुत्रापि लब्धावकाशः नास्ति चेत् इति इति अपवादसूत्रम् अस्ति वा? अपवादसूत्रं नास्ति, किमर्थं कार्यं तु समानं नास्ति अत्र, कार्यमेव इत्युक्ते सङ्घर्षः नास्ति, इत्युक्ते कार्यम् एकं तु गुणकार्यं करोति, अन्यत्र तु विकरणप्रत्यय विधानं करोति, तस्य कृते इति चिन्तनं वयं सङ्घर्षः नास्ति इति कथं वक्तुं शक्यते? सङ्घर्षः अस्ति इति एव चिन्तनं कुर्वन्तः स्मः. लघुपदस्य च कार्यं कृत्वा अपि तुदादिभ्यः आगन्तुं शक्नोति खलु? तद् अग्रिमविषयः अस्ति, तद् अग्रिमविषयः अस्ति. तर्हि सङ्घर्षः कुत्र? द्वयोः सूत्रयोः कार्यं तु भवितुमर्हति. अस्माकं कथं भवितुमर्हति? पुगन्तलघुपदस्य च इत्यस्य कार्यानन्तरं तुदादिभ्यः शः कार्यं कर्तुं शक्नोति. तुदादिभ्यः शः इति प्रथमं कार्यं करोति चेत् पुगन्तलघुपदस्य न तत्समये पुगन्तलघुपदस्य निमित्तं कार्यं कर्तुम् आयाति, परन्तु निमित्तं नास्ति इति न करोति. निमित्तं नास्ति, न निमित्तम् अस्ति एव, मध्ये अकारः आगच्छति तत् कारणं, ओ अपि अकारः आयाति इति कृत्वा कार्यं कर्तुं न शक्नोति. तर्हि इदानीम् एतावता किं प्राप्तम् इति चेत् तत्र सङ्घर्षः अस्ति एव, तुदादिभ्यः शः पुगन्तलघुपदस्य च अनयोः सङ्घर्षः अस्ति एव, परन्तु कोऽपि चिन्तयति पुगन्तलघुपदस्य च इति परसूत्रम् अतः तस्य कार्यं प्रथमं स्यात् इति कोऽपि चिन्तयति चेत् तदानीं कः क्लेशः इति चेत् तुद्योगः ति इत्यत्र गुणः भूत्वा तोद्योगः ति इति भवति. इदानीं तुदादिभ्यः शः इति सूत्रेण श इति विकरणप्रत्ययः विधीयते चेत् तोदति इति अनिष्टरूपं सिद्ध्यति. तर्हि इदानीं तस्य उत्तरं किम् इति पश्यामः. शोभाभगिनी अग्रे पठतु. आं भगिनि. अस्तु, तत्र अत्र नित्यम् इति सिद्धान्तः आयाति. यतोहि विकरणप्रत्यये कृते गुणः न प्राप्त्ये किन्तु गुणे कृतेऽपि विकरणप्राप्तिः कृताकृतप्रसङ्गे नित्यं कृतेऽपि अकृतेऽपि यस्य प्रसङ्गः वर्तते सः क्षमतां नित्यः. इदानीं गुणः तथा नास्ति, विकरणप्रत्यये कृते गुणप्राप्तिर्नास्ति, विकरणप्रत्यये कृते गुणप्राप्तिर्नास्ति, आम् विकरणप्रत्यये अकृते एव गुणः प्राप्यते. पुगन्तलघुपदस्य च इत्यनेन तदा गुणस्य प्राप्तिः यदा मध्ये श विकरणप्रत्ययः नास्ति. विकरणप्रत्यये कृते किमर्थं गुणप्राप्तिर्नास्ति इति चेत् श प्रत्ययः अपित्, यद्यपि षित् अस्ति अतः पुगन्तलघुपदस्य च इत्यनेन गुणः भवति स्म, किन्तु सार्वधातुकम् अपित् इत्यनेन अपित् सार्वधातुकं निद्वत् स्यात्, अतः क्निति च इत्यनेन गुणनिषेधः. अस्तु, तत्र नित्यम् इति एतावत् किमपि दृष्टवन्तः. तदनन्तरं नित्यम् इति सिद्धान्तस्य प्रसक्तिः आयाति. तत्र यतोहि पुगन्तलघुपदस्य च इत्यनेन गुणः भवितुमर्हति किन्तु तुदादिभ्यः शः इति आगच्छति इति कृत्वा गुणः न भवति, तत् तु अनिष्टरूपम् अस्ति इति दृष्टवन्तः. अपि च तत्र तुदादिभ्यः शः इति अपवादसूत्रं न भवति इति अपि दृष्टवन्तः. किमर्थम् इति अग्रे दत्तम्. तत्र यतोहि विकरणप्रत्यय अस्ति चेत् गुणः न भवति, नास्ति चेत् गुणः भवति इति. यतोहि तुद् योगः ति इति एव अस्ति चेत् तत्र गुणः भवितुम् अर्हति. तत्र तुदादिभ्यः शः इति श इति विकरणप्रत्यय आगच्छति चेत् गुणः न भवति. तत् तस्मिन् उदाहरणे उक्तं. तत्र इदानीं गुणः तथा नास्ति, विकरणप्रत्यये कृते गुणप्राप्तिर्नास्ति. अत्र किं भगिनि? गुणप्राप्तिः किमर्थं नास्ति तुदादिभ्यः शः इत्यस्य कार्यानन्तरं? हा, तत्र तुदादिभ्यः शः इति कार्यस्य अनन्तरं तत्र यतोहि श इति विकरणप्रत्ययः अपित् अस्ति, अपित् इत्यनेन सार्वधातुकम् अपित् इति नामकरणं भवति. तत्र तेन णिद्वत् भवतु इति उक्तं सार्वधातुकम् अपित् इति सूत्रेण. णिद्वत् भवति चेत् तत्र क्णिति च इति सूत्रेण गुणः न भवति. अतः तत्र यतोहि यदि पुगन्तलघुपदस्य प्रथमम् आयाति चेत् गुणस्य प्रसक्तिः एव नास्ति. किन्तु तुदादिभ्यः क्षम्यताम् तुदादिभ्यः शः प्रथमम् आगच्छति चेत् गुणस्य प्रसक्तिः नास्ति. पुगन्तलघुपदस्य इति आयाति चेत् गुणस्य प्रसक्तिः अस्ति. तदनन्तरं अस्तु, तत्र तु तावदेव दत्तं. गुणनिषेधः भवति यदि पुगन्तलघुपद क्षम्यतां तुदादिभ्यः शः इति प्रथमम् आयाति चेत्. अपि च समीचीनं अत्र पश्यन्तु, एकवारं पुनः पश्यामः. इदानीं नित्यसूत्रस्य विषये उक्तमस्ति. पूर्वं किं दृष्टं? पुगन्तलघुपदस्य च प्रथमं कार्यं करोति चेत् अनिष्टरूपापत्तिः भवति. तोदति इति रूपं दृष्टं. तोदति इति समीचीनं नास्ति. पुगन्तलघुपदस्य च इति सूत्रं प्रथमं कार्यं करोति चेत् अस्माकं क्लेशः भवति, अनिष्टरूपापत्तिः भवति. तर्हि इदानीं द्रष्टव्यं पुगन्तलघुपदस्य च तुदादिभ्यः शः अनयोः कीदृशसम्बन्धः अस्ति, अत्र नित्यसूत्रस्य प्रसङ्गः अस्ति वा इति द्रष्टव्यम्. तर्हि पुगन्तलघुपदस्य च इति सूत्रं प्रथमं कार्यं करोति चेत् तत्पश्चात् अपि तुदादिभ्यः शः इति कार्यं कर्तुं शक्नोति. तेन तुदादिभ्यः शः इति नित्यसूत्रं भवितुम् अर्हति. यतोहि पुगन्तलघुपदस्य च इति आगच्छति चेदपि तं प्रबाद्य तुदादिभ्यः एकनिमिषं भगिनि. तत्र तुदादिभ्यः शः इति नित्यसूत्रं भवति. पुगन्तलघुपदस्य च इति सूत्रस्य अनन्तरम् अपि न अनन्तरं न, किन्तु एककाले एव सूत्रद्वयमपि कार्यं कर्तुम् आगच्छतः. किल भगिनि, तत्र सङ्घर्षः आगच्छति. सङ्घर्षः अत्र एकवारं पश्यतु भगिनि, अत्र भवती अवगतवती किञ्चित्. अत्र सर्वेषां स्पष्टप्रतिपत्त्यर्थम् एकवारं वदामि. अत्र तुद्योगः ति इति स्थलमस्ति अस्माकं मूलस्थलं. तुद् धातुतः तिङ् प्रत्ययः विहितः अस्ति. इदानीं तिङ् प्रत्ययं निमित्तीकृत्य कार्यद्वयं भवितुम् अर्हति. सूत्रद्वयं प्रसक्तम् अस्ति. एकमस्ति पुगन्तलघुपदस्य च. पुगन्तलघुपदस्य च इति सूत्रं किं वदति इति चेत्, उपधायां तुद् इत्यत्र उपधायां लघु इक् वर्णः अस्ति चेत् गुणः भवति तिङ् प्रत्ययम् आश्रित्य. तिङ् इति सार्वधातुकप्रत्ययः, अतः सार्वधातुकप्रत्ययम् आश्रित्य गुणः भवितुम् अर्हति इति पुगन्तलघुपदस्य च इति सूत्रं वदति. तुदादिभ्यः शः इति किं वदति? तिङ् प्रत्ययः सार्वधातुकः अस्ति, कर्त्रार्थकः अस्ति इति कृत्वा तुदादिगणीयधातुभ्यः श इति विकरणप्रत्ययः भवति इति तुदादिभ्यः शः इति सूत्रं वदति. तर्हि सूत्रद्वयं किं वदति इति जानीमः. द्वयोः सूत्रयोः निमित्तमपि समानमस्ति. सूत्रद्वयमपि सार्वधातुकप्रत्ययम् आश्रित्य एव भवति. इदानीम् अनयोः मध्ये पुगन्तलघुपदस्य च इति प्रथमं कार्यं करोति चेत् क्लेशः अस्ति, तोदति इति अनिष्टरूपं भवति इति वयं ज्ञातवन्तः. तर्हि इदानीं नित्यप्रसङ्गे अस्माकं चिन्तनं जायमानम् अस्ति. तर्हि वयं किं कुर्मः? तुद्योगहति इति सन्दर्भे वयं चिन्तयामः अत्र नित्यप्रसङ्गः अस्ति वा नास्ति वा इति चिन्तयामः. तर्हि वयं किं कुर्मः? इदानीं पुगन्तलघुपदस्य च इति सूत्रं प्रथमं कार्यं करोति इति चिन्तयामः चेत् तदनन्तरम् अपि तुदादिभ्यः शः इति कार्यं कर्तुं शक्नोति. यथात्र पूर्वं चर्चितं पुगन्तलघुपदस्य च इति प्रथमं कार्यं करोति चेत् तोद्योगः ति इति भवति. इदानीम् अपि तुदादिभ्यः शः इति कार्यं कर्तुं शक्नोति. किमर्थं कार्यं कर्तुं शक्नोति? अत्र वसन्ति भगिनी वदतु. तोद्योगः ति इति सन्दर्भे तुदादिभ्यः शः इति किमर्थं कार्यं कर्तुं शक्नोति? अस्ति वा? तोद्योगति तोदति स निष्ठरूपं न तोद्योगति इति सन्दर्भे इदानीं पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं प्रथमं जातम् इति चिन्तयतु. इदानीं तुदादिभ्यः शः इति सूत्रस्य कार्यं भवितुम् अर्हति वा? सार्वधातुकप्रत्ययः परे प्रत्यये परे कर्त्रार्थे तुदादिभ्यः शः सूत्रं प्रसक्तिः अस्ति. इत्युक्ते तत्र पुगन्तलघुपदस्य च इति सूत्रं प्रथमं कार्यं करोति चेदपि तुदादिभ्यः शः इति सूत्रं कार्यं कर्तुम् अर्हति, कार्यं कर्तुं शक्नोति, यतोहि तस्य निमित्तं पूरितमस्ति. अतः इदानीं वयम् अवगन्तुं शक्नुमः तुदादिभ्यः शः इति सूत्रं तत्र प्रथममपि कार्यं कर्तुं शक्नोति. पुगन्तलघुपदस्य च अपि च तुदादिभ्यः शः अनयोः मध्ये द्वयोः अपि एकत्र प्रसक्तिः अस्ति. अतः तुदादिभ्यः शः प्रथममपि कार्यं कर्तुं शक्नोति, नो चेत् पुगन्तलघुपदस्य च इति सूत्रस्य कार्यानन्तरमपि कार्यं कर्तुं शक्नोति, खलु? अतः तुदादिभ्यः शः इति सूत्रं कीदृशसूत्रं? नित्यसूत्रं. नित्यसूत्रमस्ति, यतोहि कृताकृतप्रसङ्गी अस्ति. इदानीं पुगन्तलघुपदस्य च इति सूत्रं कीदृशम् इति पश्यामः. यदि अत्र तुदादिभ्यः शः इति प्रथमं कार्यं करोति इति चिन्तयतु, तर्हि किं भवति? तुद्योगति विकरणप्रत्ययः आयाति, सो तुद्योगः श योगति इति अवशिष्यते, सो तुद्योगः अयोगति तुदति इति रूपम्. न एकक्षणं, तुद्योगः अयोगति समीचीनम्. इदानीं पुगन्तलघुपदस्य च इत्यस्य कार्यं भवितुम् अर्हति वा? न, सार्वधातुक अपित् अस्ति, अतः पुगन्तलघुपदस्य सूत्रस्य प्रसक्तिः नास्ति. प्रसक्तिः अस्ति, परन्तु निषेधः अस्ति. अत्र क्निति च इति सूत्रेण निषेधः अस्ति, अतः पुगन्तलघुपदस्य च इत्यस्य प्राप्तिः नास्ति. परन्तु तिङ् प्रत्ययम् आश्रित्य भवितुम् अर्हति खलु? अस्तु, तत्र निमित्तं न तिङ् प्रत्ययम् आश्रित्य भवितुम् अर्हति वा? मध्ये अकारः अस्ति खलु. तुद्योगः ति इदानीं तुदादिभ्यः शः प्रथमं कार्यं करोति, तर्हि तुद्योगः अयोगः ति. इदानीं तत्र शप्रत्ययम् आश्रित्य गुणः न भवति इति उक्तवती समीचीनतया, यतोहि गुणनिषेधः इति उक्तवती, सम्यक् अस्ति. परन्तु तिङ् प्रत्ययम् आश्रित्य भवितुम् अर्हति वा? भवितुम् अर्हति, तुदयोगः अस्ति, तिप् अस्ति, सो तिप् अस्ति खलु, सो पुग उपधा ह्रस्व उपधा अस्ति. उपधायां तु हलन्तः अस्ति, इगन्तमङ्गं नास्ति. वदतु किमर्थम् इगन्तमङ्गं नास्ति? तुद इति अदन्तम् उपधायं लघु इक्वर्णः अस्ति वा? इक्वर्णः अस्ति, दकारः अस्ति. इति पश्यन्तु, तत्र श प्रत्ययं निमित्तीकृत्य गुणः न भवति. किमर्थं न भवति इति चेत् श प्रत्ययः अपित् अस्ति. परन्तु तिङ् प्रत्ययं निमित्तीकृत्य गुणः भवति वा इति चेत् गुणकार्यम् अङ्गकार्यम् अस्ति. तिङ् प्रत्ययस्य कृते अङ्गं किम् अस्ति? तुद इति अङ्गम्, अदन्त अङ्गम्. इदानीम् उपधायां दकारः अस्ति, अतः तिङ् प्रत्ययम् आश्रित्य अपि गुणकार्यं न भवति, शप्रत्ययम् आश्रित्य अपि गुणकार्यं न भवति. अतः पुगन्तलघुपदस्य च इति सूत्रं नित्यसूत्रं नास्ति. सुदादिभ्यः शः इति नित्यसूत्रम् अस्ति, पुगन्तलघुपदस्य च इति सूत्रं नित्यसूत्रं नास्ति. भगिनी शक्नोति तत्र विकरणप्रत्ययः आयाति, अनन्तरं गुणकार्यमपि भवति खलु, शक्नोति इत्यत्र वा? तत्र तत्र विकरणप्रत्ययः किं, विकरणप्रत्ययः कः तत्र, किं स्नो प्रत्ययः खलु? वदतु भवत्याः प्रश्नः कः. तत्र विकरणप्रत्ययः प्रथमम् आयाति, किं किं श्नु इति आयाति, तुदादिभ्यः तद् गणं स्वादिभ्यः श्नु, स्वादिभ्यः श्नु इति आयाति. तद् यदि तुदादिभ्यः शः नित्यं तर्हि तदेव लाजिक् स्वादिभ्यः श्नु इति नित्यं तद् आयाति. श्नु आयाति तत्र लोपानन्तरं उ इत्येव तिष्ठति. न, तदेव लाजिक् इति नास्ति. तत्र तत्र पश्यतु, तत्र शक् शक्योगः ति इत्यत्र गुणस्य प्रसङ्गः अस्ति वा? शक्योगः ति तत्र नास्ति, नास्ति खलु. तत्र केवलं स्वादिभ्यः श्नु इति एव आयाति, सूत्रद्वयं प्रसक्तमेव नास्ति खलु तत्र. शक् इत्यत्र उपधायम् इक्वर्णः नास्ति. न, तद्गणे उपधायां तद्गणे द्रष्टव्यम् अन्य पश्यतु, गृहपाठरूपेण सर्वे पश्यन्तु, तादृशधातुः अस्ति वा इति पश्यन्तु. तस्मिन् गणे शक्नोति इत्यत्र नास्ति. शक्नोति इत्यस्य शृणोति तत्र भवितुम् अर्हति खलु. कुत्र शृणोति? शृणोतु इति रूपमस्ति वा? शृणोति धातुः कः? धातुः कः? सुन् एव, सुन् इति धातुः वा? धातुः अस्ति भगिनि, शृणोति स्वादिगणे. सम्यक्तेन श्रूयते भगिनि, पुनः वदतु धातुः कः? तु धातु स्वादिगणे एव अस्ति भगिनि, शृणोति इति स्वादिगणे एव अस्ति, शृणोति इति भवति. सु इति धातुः, सु इति धातुः अस्ति. अस्तु, सु इति धातुम् इदानीं तत्र सुधातु प्रति किञ्चित् अनन्तरं गच्छामः, परन्तु इदानीं शृणोति, करेक्ट् करेक्ट्, सु इति धातु. इदानीम् अत्र तुदादिभ्यः शः अपि च पुगन्तलघुपदस्य च अनयोः विषये स्पष्टता अस्ति वा? उषा भगिनी किम् अवगतम्? भगिनि पुनः उक्तं वा एतावता यदुक्तम्? आं भगिनि, नित्यसूत्रं भगिनि किं द्वयोः नित्यम् इत्युक्ते द्वयोः सूत्रयोः स्तः एकत्र सूत्रं कार्यं करोति, अनन्तरं द्वितीयसूत्रं कार्यं करोति. कार्यं करोति शक्नोति चेत्, कार्यं कर्तुं शक्नोति चेत् एकत्र प्रथमसूत्रस्य अनन्तरं वा प्राक् वा द्वितीयसूत्रं कार्यं कर्तुं शक्नोति चेत् तत् अवस्थायां द्वितीयसूत्रं नित्यं भवति. समीचीनं समीचीनम्. इदानीं पमेला भगिनी, सु इति धातुः अस्ति, तत्र लटः स्थाने तिङ् प्रत्ययः विधीयते, स्वादिगणे अस्ति. इदानीं परिशीलयतु स्वादिगणे किं भवति. सु इति धातुः अस्ति, लटस्थाने प्रथमं वर्तमाने प्रथमपुरुषे तिङ् तिप् प्रत्ययति. तिप् प्रत्ययकर्त्रार्थे अस्ति, सार्वधातुकप्रत्ययः अस्ति, अत एव तत्र कर्त्रार्थे शप् आयाति प्रथमम्, अनन्तरं शपं प्रबाद्य स्वादिभ्य श्नु आयाति. तर्हि तत्रापि यथा वयं दृष्टवन्तः सु इति तत्र तिपं निमित्तीकृत्य सु इत्यत्र इगन्तम् अस्ति, तत्रापि पुगन्तलघुपदस्य च प्रसक्तिः भवितुम् अर्हति. अपि च ओ सोरि सोरि सोरि तत्र सोरि इट्स् एन् तत्र अन्तिमवर्ण अस्ति, न तु लघुपद. तत्र पुगन्त लघुपदस्य कार्यं कर्तुं न अर्हति. तर्हि स्वादिभ्य श्नु एव आयाति तत्र. न न, पुगन्तलघुपदस्य कार्यं न करोति, परन्तु तत्र अन्यत् कार्यं कर्तुम् अर्हति वा गुणकार्यं? अर्धधातुकयोः आयाति. सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति खलु. इदानीं स्वादिभ्यः श्नु सार्वधातुकार्धधातुकयोः. इदानीं चिन्तयतु, सार्वधातुक अर्धधातुकयोः इत्यनेन ऊकारस्य गुणः भवितुम् अर्हति. तर्हि तत्र तदेव खलु भगिनी, तत्र गुणः भवितुम् अर्हति. अधुना स्वादिभ्य श्नु इत्यस्यपि प्रसक्तिः अस्ति, तर्हि तदपि आगन्तुं शक्नोति. तर्हि तत्र पुनरेकवारं चिन्तनं करणीयं, यदि कृताकृते प्रसङ्गि इति कृत्य सु इत्यत्र प्रथमं सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भूत्वा सु इत्यत्र गुणः भूत्वा ओ भवति, सोति. तत्र अधुना स्वादिभ्य श्नु आयाति, तर्हि तत्र नु एव अवशिष्यते. सो एग नु तत्र तिपं निमित्तीकृत्य नूकारस्य नो भवति, तर्हि सो नो सो योग नो योगति. तत् पुन् तत् समीचीनं नास्ति. तत् सोनोति समीचीनं नास्ति, परन्तु तत्र नु इति प्रत्ययः तु गुणस्य अनन्तरम् अपि भवति खलु. आम्, अतः तत्र स्वादिभ्यः कीदृशसूत्रमस्ति, स्वादिभ्यः श्नु इति कीदृशसूत्रम् अत्र. स्वादिभ्य श्नु अपवादसूत्रं शपं प्रबाद्य आयाति. तत्र श्नु इति क्यषित् अस्ति, पित् नास्ति, अपित् अस्ति, तर्हि गुणनिषेधकसूत्रम् अस्ति. यदि सार्वधातुकार्धधातुकयोः इति प्रथमं कार्यं करोति, तदानीं स्वादिभ्यः श्नु इति कार्यं कर्तुं शक्नोति वा? यद्यपि तत् तु गुणनिषेधक एव अस्ति, तत्र तु गुणस्य प्रसक्तिः एव नास्ति. न एकक्षणं, द्वौ अपि अत्र न एकक्षणं इदानीं भवती उक्तवती सु इत्यत्र प्रथमं सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति चेत् सोयोगः ति इति भवति, तदानीम् अपि तत्र स्वादिभ्यः श्नु इति कार्यं कर्तुं शक्नोति वा सोयोगः ति इति सन्दर्भे? आम् आं भगिनि, यतोहि सो यद्यपि तत् तु स्वादिभ्य धातु अस्ति, अपि च ति तु सर्वधातुकप्रत्यय कर्तृत्वात् अस्ति, अत एव विद्यते. तर्हि अत्र स्वादिभ्यः श्नु इति कृताकृतप्रसङ्गी अस्ति खलु, पूर्वमपि सुयोगः ति इत्यत्रापि तत्र श्नु इति प्रथमम् आगन्तुं शक्नोति, सुयोगः श्नु योगः ति इति भवितुम् अर्हति. यदि यदि सार्वधातुकार्धधातुकयोः इति सूत्रं प्रथमं कार्यं करोति तदानीमपि तस्य कार्यानन्तरमपि स्वादिभ्यः श्नु इति कार्यं कर्तुं शक्नोति, अतः स्वादिभ्यः श्नु इति सूत्रं नित्यसूत्रमस्ति. नित्यसूत्रस्य बलेन तस्य कार्यं प्रथमं भवति, परन्तु सार्वधातुकार्धधातुकयोः तथा अस्ति वा, नित्यमस्ति वा? सार्वधातुकयोः नास्ति भगिनि, यतोहि स्वादिभ्यः श्नु इति प्रथमं भवति चेत् सार्वधातुकार्धधातुकयोः इत्यस्य प्राप्तिः अस्ति वा? तर्हि सुयोग नु योगति भवति तत्र, सुयोग नु अस्ति सुनु, सार्वधातुक अर्धधातुकयोः तत्र नास्ति भगिनि, सुस्थाने नास्ति परन्तु नु स्थाने तु अस्ति. नु स्थाने भिन्नमस्ति, अत्र तु सङ्घर्षः एव नास्ति, तत्तु भिन्नवार्ता. नु इत्यत्र तत्र तु सङ्घर्षः एव नास्ति, यदा स्नु इति प्रत्ययः आगच्छति तदानीं तत्र तिङ् प्रत्ययं निमित्तीकृत्य गुणः, तत्र सङ्घर्षः एव नास्ति, अतः चिन्तनस्य आवश्यकता नास्ति तत्र. परन्तु सु इत्यत्र एव सङ्घर्षः अस्ति खलु, तत्र स्नु प्रत्ययस्य अनन्तरं गुणः भवति वा न वा इति प्रश्नः. श्नु प्रत्ययस्य अनन्तरं गुणः न अर्हति, यतोहि श्नु प्रत्ययः अपित् अस्ति, अतः अत्र स्वादिभ्यः नित्यसूत्रम् अस्ति. अस्तु, अस्मिन् विषये अग्रिमसप्ताहे पुनः चिन्तयामः. भवन्तः सर्वे लिखन्तु एकवारं कथमस्ति इति लिखन्तु. प्रथमं सार्वधातुकार्धधातुकयोः इति कार्यं करोति चेत् का गतिः, स्वादिभ्यः श्नु कार्यं कर्तुं शक्नोति वा? प्रथमं स्वादिभ्यः श्नु कार्यं करोति चेत् तदनन्तरं सार्वधातुकार्धधातुकयोः इत्यस्य कार्यं भवितुम् अर्हति वा? भिन्नस्थले भवति इति भिन्नवार्ता, समानस्थले स्नु प्रत्ययस्य विधानानन्तरं तत्र गुणकार्यं भवितुम् अर्हति भगिनि. किम् अष्टमे गणे उ इति अस्ति, तत्र ति इत्यस्य कारणे गुणः न भवति, परन्तु उ इत्यस्य कारणे तु गुणः भवितुम् अर्हति. सो उदाहरणं किमस्ति? उ अर्धधातुकप्रत्ययः अस्ति. उदाहरणं किमस्ति? अष्टमे गणे किमपि द्रष्टव्यं. करोति, शृणोति, क्रियादिगणे, क्रयादिभ्यः श्न तनादिभ्यः, तनादिगणे तनादिभ्यः, तनादिक्रिम्भ्यः उः, तनोति, तनोति तत्र न, किमपि तृणोति, करोति, तृणोति इति किमपि भवति चेत् पश्यतु भगिनि, तत्र मह्यम् अनन्तरं सूचयतु धातुः कः इति सूचयतु. भिन्नकारणे गुणकार्यं भवति, परन्तु भवती यदा उक्तवती एकस्मिन् सूत्रस्य आगमनानन्तरम् अन्यसूत्रस्य कार्यं भवितुं न अर्हति, तद् तु अस्ति. भवितुं न अर्हति इत्युक्ते कुत्र अस्माकं गुणस्थलं किम् इति द्रष्टव्यं, तत्र भिन्नस्थलं नास्ति. स्नु इति आगमनानन्तरं तत्र भिन्नम् अस्ति स्थलं, तत्र नास्ति, तत्र सु इत्यत्र एव द्रष्टव्यं. समानस्थले परन्तु भिन्ननिमित्तं भवति. यदि तादृश उदाहरणं प्रेषयतु, पश्यामः. इदानीं सुयोगः सुनोति इत्यत्र पश्यन्तु सर्वे कथमस्ति इति पश्यन्तु, अग्रिमसप्ताहे वयं चिन्तयामः. अस्तु, भवती मह्यं प्रेषयतु ईमेल् अथवा. किन्तु ऊ इति आर्थधातुकः अस्ति, तत्र गुणः सम्भवति खलु? इति अर्धधातुक तत्रापि चिन्तनीयं भवति, तत्र क्रमः कः इति चिन्तनीयं, गुण तु भवितुम् अर्हति। पश्यतु अहमपि पश्यामि तत्र तनादिगणे तादृश इगन्त अङ्गम् अथवा इगुपद अङ्गम् अस्ति वा इति पश्यामि। अस्तु तर्हि अत्र स्थगयामः। धन्यवादः भगिनी। धन्यवादः भगिनी। धन्यवादः। धन्यवादः भगिनी। धन्यवादः भगिनी। धन्यवादः भगिनी। नमस्कारः।